अस्तु इदानीं वदतु महोदय. ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्वीनावधीतमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगणेशाय नमः. ॐ श्रीसरस्वत्यै नमः. ॐ श्रीगुरुभ्यो नमः. त्रिमुनिवन्दनम्. येनाक्षरसमान्यायामधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अस्तु जि, धन्यवादः. चलो इदानीं शेर् स्क्रीन् कर्तव्यं न? एकनिमिषम्, अय्यय्या, वेर् इस् मै शेर् स्क्रीन् बटन्? हा, शेर् डेस्क्टाप्, ओके, कण्टिन्यू. व्यू गैलरी व्यू, ओके, देन कुत्र गन्तव्यम् अत्र? हा, कोऽपि स्मरति वा? नमस्ते भगिनि, माहेश्वराणि सूत्राणि. माहेश्वराणि सूत्राणि इत्युक्ते चाप्टर् टु, जीरो टु वन्. हा, सेकेण्ड् वन् भगिनि. हा, क्षम्यतां, मम दूरवाण्यां किञ्चित् प्राब्लम् अस्ति. अहं प्रार्थना करोमि इति अपि वक्तुं प्रयत्नं कृतवती, अन्म्यूट् यदा अहम् इच्छामि तदा अन्म्यूट् न भवति, किञ्चित् प्राब्लम् अस्ति. अस्तु, तदर्थम् अहं किमपि प्रश्नं पृच्छति चेत् तदा न भवति चेत् अन्यथा अन्यत्र गच्छामि, चिन्ता मास्तु. ओके, वयं माहेश्वरसूत्राणि एतत् करपत्रं समापितवन्तः वा अवशिष्टमस्ति तत्र? समापितवता महोदय, गणानां धातोः गणानां वयं परिशीलितवन्तः, पूर्णं न कृतवान्, गृहकार्यं दत्तवती भवती, वयं कृतवती. करोमि इति उक्तवती, मध्ये मध्ये मा पृच्छतु, पृच्छामि. अभ्यास धातुगणाभ्यासः अस्मिन् विषये न भवती वदति? पूर्णिमा. आं भगिनि. ओके, अतः अद्य अहं किं प्रपोस् करोमि, हा, कोऽपि मानिटर् भवतु. हा, किमर्थं? कारणं वयं यदा पठनम् आरम्भं कुर्मः तस्मिन् समये एतस्य विषयस्य ध्यानं न भवति, अतः स्मारयतु, ओके, परिवर्तनं कर्तव्यम् इति. ओके, अवगतम्? मोनिटर् कः वा का भविष्यति? हा, पूर्णिमा का, अहं न, कदा कदा अन्म्यूट् न भवति भगिनि, प्राब्लम् भवति. मा करोतु, अन्य कोऽपि करोति चेत् स्मारणं तु कर्तव्यं न, अन्यथा गत अवसरे अपि वयं व्यस्तः अभवम्. अहं करोमि भगिनि. सेवेन् तर्टि, सेवेन् तर्टि स्मारणं करणीयं खलु, तत्र अन्य किञ्चित् सप्तवादने स्मारयतु, परिवर्तनं कर्तव्यम् इति. अस्तु, नूतनविषयं पठामः, अनन्तरं सार्धसप्तवादने अभ्यासम् आरम्भं कृत्वा अर्धघण्टा कुर्मः, ओके, समापयितुं प्रयत्नं तु कुर्मः अद्य, न नो चेत् अग्रिम अवसरे। ओके, गतकक्षायां वयं किं पठितवन्तः कोऽपि स्मरति वा? माहेश्वराणि सूत्राणि पठितवती। माहेश्वराणि सूत्राणि, ओके, सरस्वती भवती उक्तवती न, कति सूत्राणि सन्ति? चतुर्दशसूत्राणि सन्ति। चतुर्दशसूत्राणि सन्ति, ओके, अनन्तरं पश्यामः, अधः गच्छामि अद्य, कुत्र अस्ति? हा, सरस्वती न, ओके, तदनन्तरं कोऽपि नास्ति, ओके, रूपल्, माहेश्वरसूत्राणि चतुर्दश सन्ति, वैशिष्ट्यं किम्? तत्र वैशिष्ट्यं किं? रूपल् अस्ति न? आमां, नमो नमः भगिनि, नमो नमः। तत्र वैशिष्ट्यम् एतदस्ति यत् वयम् एतावत्पर्यन्तं वर्णमाला पठितं क ख ग ग अ आ इ उ उ, तत् तत्र एवं नास्ति, वर्णमालायाः किञ्चित् नूतनं अरेञ्ज्मेण्ट् अस्ति, नूतनरूपेण तत्र वाक्यानि लिखितानि सन्ति, ये यद् वयं पठितं तत् वर्णमाला नास्ति, अक्षराणि तानि एव, परं नूतनरूपेण तत्र प्रयोजनमस्ति। ओके ओके, सम्यक्। इदानीं प्रभाकरन् महोदय, भवान् किं चिन्तयति, पाणिनि एवं भिन्नरीत्या किमर्थं स्थापितवान् वर्णानाम् आवली, किञ्चित् चिन्तनं कृतं तस्मिन् विषये? प्रत्याहारनिर्माण प्रत्याहारनिर्माणार्थं कृतवान् अस्ति, कृतवान् इति चिन्तयितुं शक्नुमः, ओके, उदाहरणं ददातु। अन् इत्युक्ते आ इ उ, ओके, ओके, आ इ उ, तत्र तु आर्डर् मध्ये आगच्छति न, अन्य उदाहरणं स्वीकरोतु यत्र आर्डर् नास्ति भिन्नरीत्या, अत्र पश्यतु उदाहरणानि सन्ति, जस्ट् स्वीकरोतु, तत्र कथम् अस्ति? यमगणनम् इत्युक्ते पञ्चवर्णाः, पञ्चवर्णाः, परन्तु यदा वयं सामान्यतया पठामः ते कदा आगच्छन्ति महोदय चिन्तयतु, यमगणनं यकार पुनः वदतु, कवर्गीयव्यञ्जनात् पञ्चम अक्षराणि अत्र नियमगणनं इति अष्टमसूत्रमस्ति, सप्तमसूत्रमस्ति, सप्तम अष्टम पश्यामः, यत्किमपि अस्ति नियमगणनं इति एकत्रीकृत्वा आगच्छति, आगच्छति जि, परन्तु वयं कथं पठामः? तदेव वयं पठामः, वर्गीय प्रतिवर्गस्य अन्तिमवर्णः अस्ति, अस्ति जि, परन्तु अत्र डिसार्डर् मध्ये अस्ति, ञ प्रथमम् आगच्छति, तदनन्तरं म आगच्छति, तदनन्तरं ङ ङ कवर्गीय प्रथम आवलिम् आगच्छति, तदनन्तरं च वर्गीय ञ, तदनन्तरं न, तदनन्तरं न, अनन्तरम् अन्तिमभागे म. परन्तु अत्र भिन्नरीत्या लिखितमस्ति. एतस्य कारणम् अग्रे पश्यामः. ओके, यावत्पर्यन्तं सर्वम् अवगतं, प्रश्नाः सन्ति वा? कोऽपि किमपि प्रष्टुमिच्छति? ओके, दोषः सर् अनुनासिकवर्णः. ङ इत्युक्ते अन्तिम वर्गस्य प्रतिवर्गस्य अन्तिमवर्णः अनुनासिकवर्णः. तेषाम् एकमेव आवलिं कृत्वा पाणिनि स्थापितवान्. ओके, अवगतम्. ओके, अन्य किमपि रिमार्क्स् अस्ति वा पाणिनेः सूत्रविषये? कोऽपि किमपि परिशीलनं कृतवन्तः? पूर्णिमा पद्मनाभन् राजु, तत् नूतननाम अस्ति अत्र. पद्मनाभन्, भवान् एतत् कृतवान् वा? ओ न, अन्यूट् कृत्वा वदतु महोदय. कृतवान्? एतत् समाप्तम्? समाप्तं, पुनः एकवारं पठितुमिच्छामि. ओके, इदानीं भवान् एवं तु समाप्तम् इति उक्तवान्, अतः किमपि दृष्टवान् वा अस् पाणिनेः रीति यदस्ति तत्र? एकं तु वयं दृष्टवन्तः ञमगणनम् इति महोदय स्थापितवान्. अत्र सर्वे अनुनासिकवर्णाः एकत्रीकृतम् अस्ति. अन्य किमपि रिमार्क्स् भवान् कर्तुं शक्नोति, दृष्टवान् वा? चतुर्दशसूत्राणि सन्ति न तत्र? अत्र ए ओम्. ए ओम्, ओके. तत्र किम्? अनन्तरं जभङ्ग्. अस्तु महोदय. ओके, ओके, बहवः रिमार्क्स् वयं कर्तुं शक्नुमः. सीतालक्ष्मी, भवत्याः किमपि उत्तरमस्ति वा अस्मिन् विषये? अनुनासिकभेदः त्रयः भेदाः सन्ति. पुनः वदतु, कस्य त्रयभेदाः सन्ति? अनुनासिकभेदाः त्रयभेदाः सन्ति. भेदाः न, अहं तु केवलं माहेश्वरसूत्रविषये. एतत् पश्यतु, चतुर्दशसूत्राणि सन्ति. प्रभाकरन् महोदय उक्तवान् प्रत्याहारनिर्माणे एतस्य किम् उपयोगं भवति इति. अनन्तरं सरस्वती उक्तवती, सरस्वती वा अन्यथा उक्तवती, एकत्रीकृतम् अस्ति किम् अनुनासिकवर्णानाम्. एकत्रीकृतम् अस्ति. अन्य किमपि भवती पश्यति? लन् लन् इति, लन् लन् जपङ् लन्, अनन्तरं जप एवं लन् जपङ् तृतीयमस्ति. न, अत्र भवान् वक्तुं किम् इच्छति? लन् जबगड एतत् सर्वं तु भवान् उक्तवान्, परन्तु लन् न उक्तवान्. ओके, लन् मध्ये भवान् किं वक्तुम् इच्छति? तत्र अलङ्क्यं किं, यद्यपि अनुस्वारः अत्र महेश्वरसूत्राणि सन्ति इति मम उक्तवान्, अहम् उक्तवान्. एकनिमिषं हा अहं न अवगतवती भवान् किं वदति इति लण् मध्ये किं स्पेशल् अस्ति तत् तस्मिन् विषये भवान् वदति तत्र किम् अनुस्वारः अस्ति वा वदामि वा किञ्चित् स्पष्टीकरणं कृत्वा वदतु आं महोदय लण् अस्ति लण् परे जो है इत्संज्ञक अस्ति चन्द्रबिन्दु अस्ति ल ल योगम् अ चन्द्रबिन्दु इत्संज्ञा भवति तत् कारणे राज प्रत्याहार भवति तत्कारणे ल संज्ञा भवति कः वदति वा का वदति भगिनी ल पूर्णिमा एकनिमिषं यः वदति सः एव कण्टिन्यू करोति नाम वदतु महोदय युगलकिशोर युगलकिशोर ओहो प्रथमवारम् आगच्छति ओके भव अत्र वयं किमपि न पश्यामः यत् वयं पश्यामः केवलं तस्मिन् विषये वयम् इदानीं चर्चां कुर्मः हा यत् अदृश्यमस्ति तस्मिन् विषये वयम् इदानीं न चर्चां कुर्मः ओके हा युगलकिशोर महोदय हा अस्तु अस्तु अस्तु कारणम् अस्मिन् स्तरे तस्मिन् विषये यस्मिन् विषये भवान् उक्तवान् तस्मिन् विषये वयं किमपि ज्ञानं न प्राप्तवन्तः ओके अग्रे आगच्छति तस्मिन् समये वयं पश्यामः इदानीं वयं केवलम् अयिन् ऋलृ केयोङ् अयोच् हयवर लण् यमगणनं झबै घडदश् जबगडदश् खपछट कचटत कपल् शशस हल् चतुर्दश सूत्राणि सन्ति सूत्रविषये आवलिविषये वर्णानां विषये यत्किमपि परिशीलनं कृत्वा वयम् अवगच्छामः तस्मिन् विषये चर्चा ओके अस्तु अस्तु अस्तु वयमपि सोपानेन अग्रे गच्छामः अग्रिमसोपानविषये अस्मिन् स्तरे वदामः चेत् अवगमनं किञ्चित् क्लिष्टं भविष्यति बहु किम् अवगमनार्थं तु समस्या भविष्यति ओके इदानीं कुत्र गतवती सीतालक्ष्मी महोदय सीतालक्ष्मी आगच्छतु भवती किं दृष्टवती अस्माकं चतुर्दशसूत्रेषु किमपि चतुर्दशवाक्यानि लिखितानि प्रत्येकवाक्यम् एकं सूत्रम् अस्ति सर्वे वर्णमालायां नूतन आयोजनम् इति प्रत्याहारः वर्णानां समूह प्रत्याहारः इत्युक्ते उक्तं सीतालक्ष्मी अन्य नूतन किमपि वदतु एतस्य आधारेण किमपि वक्तुं शक्नोति वा सरस्वती उक्तवती न यमगणनं सर्व अनुनासिकवर्णाः सन्ति एकत्रीकृत्वा स्थापितम् अस्ति अष्टादशवर्णानां स्वराः आयि ऊरु अष्टादशानां वर्णानां प्रतिनिधिः भवति ओके तत्तु अत्र न दृष्टं तत्र तत्तु अग्रे पठितवन्तः अग्रे अवधेयं तदनन्तरं स्वराः एतत् सर्वम् अग्रे आगच्छति अस्मिन् स्तरे एव अहं पृच्छामि ओके मम प्रश्नस्य अवगमनं न अभवत् इति अहं चिन्तयामि कण्णम्मा भवती किं वक्तुम् इच्छति अस्मिन् विषये सङ्गकवर्णाः प्रत्याहारस्य सीमारेखा भवति एव महोदय सीमारेखा प्रत्याहार इत्सङ्गक् इत्सङ्गवर्णाः अन्तर्भूताः इति अवधेयं केवलं प्रत्ययवर्णविषये तु भवती किमपि न उक्तवती, वदतु तस्मिन् विषये महोदय. प्रथमवारम् अहं शृणोमि इत्सञ्ज्ञकवर्णः, एतत् इत्सञ्ज्ञकवर्णाः अन्तर्भूताः इति अवरोधं केवलं प्रत्याहारस्य सीमा कुर्वन्ति, सीमां कुर्वन्ति, तदा अपगच्छन्ति. सीतालक्ष्मी इत्सञ्ज्ञकवर्णः इत्युक्ते किम्? तत् किम् प्रत्याहारस्य सीमारे कण्णम्मा इत्सञ्ज्ञकवर्णः इत्युक्ते किम् प्रत्येक अस्तु भगिनी, नमस्ते भगिनी. प्रत्येकसूत्राणाम् अन्तिमवर्णः यत् अस्ति तत् न अन्तर्भूतः अस्ति, तत् सूत्राणां सीमारेखा भवति, तत् अपगच्छति प्रत्याहारे, केवलं सीमा कुर्वन्ति प्रत्याहारस्य सीमा कुर्वन्ति. हयवरट् अस्ति चेत् हयवर अस्ति, तत् अपगच्छति. इत्सञ्ज्ञकवर्णः इत्युक्ते किम्? प्रत्येकसूत्रस्य अन्तिमवर्णः अस्ति तद् सूत्र. किञ्चित् इतोपि स्पष्टीकरणं करोतु. अन्तिमवर्णः यः पश्यतु, न सम्पूर्णमस्ति वा? न सम्पूर्णमस्ति, सर्व अधिकम् आ अस्ति, यवर्ग जय एकनिमिषं कनुमा प्रयत्नं अस्ति दत्तवती यत् अत्र लिखितमस्ति न कथमस्ति, न सम्पूर्ण न अस्ति वा? नमगणनं अन्तिमवर मकारः सम्पूर्णं नास्ति, अलन्तम् अस्ति, अलन्तमस्ति. अतः वदतु अन्तिमवर्णः सर्वे सूत्राणाम् अन्तिमवर्णः हलन्तम् अस्ति, तद् सूत्राणाम् अन्तर्भूतः नास्ति, सीमारेखा निर्दिश्यति, सूत्रनिर्माणसमये तद् अपगच्छति. तत् प्रत्याहार सीमा एव भवति. इदानीम् इत्संज्ञा यत् टर्म् भवती उक्तवती तद्विषये वदतु. एतत् इदानीं न क च एतत् सर्वं तु हलन्तवर्णाः सन्ति, अपगच्छन्ति, परन्तु डेफिनेशन् किम् अस्ति तेषाम्? इत्संज्ञा किमर्थं? प्रथमं वयम् एतस्य इत्संज्ञा इति नामकरणं कृतवन्तः. अनन्तरं वदामः सीमारेखा अस्ति, अपगच्छति, तस्य लोपः भवति, सर्वम् अनन्तरम् आगच्छति. अनन्तरं तस्य नामकरणम् इत्संज्ञा अस्ति, नामकरणमस्ति इत्संज्ञा. ओके अस्ति अस्तु, सर्वे अवगतवन्तः इदानीम् इत्संज्ञा इत्युक्ते किम्? ओके जय वदतु, इत्संज्ञा इत्युक्ते किम्? संज्ञा संस्कृते डेफिनेशन् आफ् दूल् सूत्र सूत्रस्य डेफिनेशन् यस्य इति गणनां कुर्मः यस्य इति नामकरणं भवति सः किम् अपगच्छति अनन्तरं तस्य लोपः भवति वर्णानां लोपः इतोपि किं भवति दृष्टवती अस्माकं चतुर्दशसूत्रेषु केवलम् एका उक्तवती यमगणनम् इत्युक्ते पञ्चमवर्णः प्रतिवर्गस्य अन्य कोऽपि किमपि दृष्टवन्तः वा वर्गस्य तृतीय अक्षरः एकत्र चतुर्थः तदा एव सूत्रं कृतवान् द्वितीयवर्ण तत्र एकत्र तत्र तृतीयवर्ण तथा उच्चारणानुसारेण तथा एव कृतवान् सः अतः प्रतिवर्गस्य प्रथमवर्णस्य एकत्रीकरणं द्वितीयवर्णस्य एकत्रीकरणं तृतीयवर्णस्य एकत्रीकरणं सर्वम् अत्र पश्यामः हा पश्यन्तु परन्तु आर्डर् नास्ति हा क च ट त प एवं नास्ति च ट त क प भिन्नरीत्या आर्डर् अस्ति परन्तु सर्वे प्रथमवर्णाः एकत्र द्वितीयवर्णाः एकत्र तृतीयवर्णाः एकत्र चतुर्थवर्णाः एकत्र पञ्चमवर्णाः एकत्र पश्यन्ति भगिनी तत्र कर् इत्युक्ते कर्कषव्यञ्जनानि सन्ति हा खर् प्रत्याहारः यदा अहम् अत्र ओ अत्र तु खर् न दत्तमस्ति हा नावलं खर् न दत्तं परन्तु ओके फैन् वयं जानीमः खर् इत्युक्ते ख आरभ्य रपर्यन्तं यदा वयं गच्छामः तत्र सर्वे कर्कषव्यञ्जनानि आगच्छन्ति ओके हा अन्य किमपि अस्ति वा नि अदर् रिमार्क् वदानि वा भगिनि हल् इत्युक्ते सर्वे व्यञ्जनानि हल् इत्युक्ते सर्वे स्वराः अचुवर्णानि सर्वे स्वराः तत्र प्रथम चत्वारः वाक्ये एव भगिरति वदतु इत्युक्ते न श्रूयते भगिनि न श्रूयते भगिनि भगिनी अन्य एकवारं पृच्छतु सम्यक् श्रूयते भगिनी सम्यक् श्रूयते भवत्याः दूरवाण्यां या मोबैल् उपरि एक मैक् रीत्या अस्ति खलु तत्र टच् करोतु अश् इत्युक्ते सर्वे मृदुव्यञ्जनानि अस्ति इदानीं तु अहं किमपि न अवगच्छामि कः वदति वा सरस्वती वदामि प्रश्नं किं भगिनि केवलं सरस्वती वदिष्यति इदानीं अन्य कोऽपि न वदिष्यति सरस्वती भवती एकाकी वदतु हश् हश् इत्युक्ते सर्वे मृदुव्यञ्जनानि सन्ति हश् इत्युक्ते सर्वे मृदुव्यञ्जनानि आगच्छन्ति तस्मिन् ओके ओके तदस्ति एकः प्रत्याहारः. इदानीं भागीरथी, अन्यप्रत्याहारः स्वीकृत्य रिमार्क् अस्ति वा? हश् इत्युक्ते सर्वे मृदुव्यञ्जनानि. अनन्तरं कः वा का उक्तवती? खर् इत्युक्ते सर्वे कर्कषव्यञ्जनानि. हा, अन्य किमपि अस्ति भवत्याः मनसि? हा भागीरथी, चम्पा? आं भगिनि. अन्य किमपि प्रत्याहारविषये वक्तुं शक्नोति भगिनी? अच् अच् सर्वे स्वराः सन्ति भगिनी. अच् अच् इत्युक्ते सर्वे स्वराः आगच्छन्ति. सम्यक्. हल् इस् सर्वाणि व्यञ्जनानि. हल् हल् इत्युक्ते सर्वाणि व्यञ्जनानि आगच्छन्ति. अल् सर्वे वर्णाः. अल् सर्वे वर्णाः. न किञ्चित् महत्त्वपूर्णं वदतु. तदा तत्र तु खर् हश् इति वयं दृष्टवन्तः न? एवं किमपि अन्य अस्ति वा? अक्षराणि जश् अक्षराणि. तृतीय तृतीय वर्गे वर्गस्य तृतीय अक्षराणि तृतीयवर्णाः अत्र जश् इति उच्यते. एकत्र सन्ति. आं भगिनि, अत्र ञमगणनं पञ्चमवर्णाः एकत्र, अत्र जश् तत्र तृतीयवर्णाः एकत्रवर्णाः. एवम् अन्य अपि पश्यतु. अत्र तु पञ्चम आगतं, तृतीय आगतम्, प्रथम द्वितीय आगच्छति वा? प्रथमा द्वितीय अन्तर्भूतः इति अहं चिन्तयामि. कथं? प्रयत्नं करोतु. प्रथमवर्ण वर्गीयप्रथमवर्णस्य कृते, हा, वर्णानां कृते निर्माणं कर्तुं मृदुव्यञ्जनानि न कप कक न भगिनि न न खर् इत्युक्ते सर्वे कर्कषव्यञ्जनानि. कर्कषव्यञ्जनानि. अहं पृच्छामि, यदा अहं केवलं प्रथमव्यञ्ज वर्णस्य वर्गीयप्रथमवर्णस्य आवलिं कर्तुम् इच्छामि चेत् मम प्रत्याहारः किं भविष्यति? अहं वदामि. एकनिमिषम्. अहं का? पद्मजा. पद्मजा त्यागराजन्. ओके, वदतु. छ आदि या पर्यन्तं चै. अतः मम प्रत्याहारस्य नाम किं? चै. चै. ओके. चाय् न चै. चै चै चै. यदा अहं चै वदामि तदा केवलं प्रथमवर्ण वर्गीयप्रथमवर्णानाम् आवली अहं पश्यामि. इदानीं चतुर्थवर्णस्य कृते मम प्रत्याहारः किं भविष्यति? चतुर् वर्गीयचतुर्थवर्णः घटदश. घटदश् तत्र तु केवलं वर्णत्रयम् आगच्छति न? पञ्च सन्ति. पञ्च झश् इति वक्तव्यं. झ भ घ ढ ध. ओके, आरभ्य षकारपर्यन्तं गन्तव्यम्. अस्माकं सीमारेखा अस्ति न श. ओके, यावत्पर्यन्तं सम्यक्तया अवगतम्? प्रश्नाः सन्ति? हा, सेकेण्ड् लेटर् द्वितीय कृते आरम्भं तु अस्ति परन्तु तत्र सीमारेखा नास्ति अतः प्रत्याहारनिर्माणं न कर्तुं शक्नुमः पश्यतु इत्युक्ते पाणिनि एतस्य किं गणनां न कृतवान् कुत्रापि सूत्रे उल्लेखं न कृतवान् केवलं कर्कषव्यञ्जनानाम् अथवा चै वर्णाः इत्युक्ते केवलं प्रथमवर्णस्य कृते सूत्रं निर्माणं कृतवान् द्वितीयवर्णस्य कृते महोदय सूत्रं न निर्माणं कृतवान् अतः अत्र सीमारेखा नास्ति ओके उपयोगानुगुणं महोदय एतस्य निर्माणं कृतवान् हा ओके यत्र यत्र सीमारेखा अस्ति हा इत्संज्ञकवर्णः स्थापितवान् तावत्पर्यन्तं गन्तव्यं हा अतः अत्र द्वितीयवर्णविषये महोदय किमपि उल्लेखं न कृतवान् इति अहं मन्ये अतः एव द्वितीयवर्णस्य कृते किमपि प्रत्याहारनिर्माणार्थं किमपि नास्ति परन्तु प्रथमवर्णस्य कृते तृतीय चतुर्थ पञ्चम सर्वेषां कृते अस्ति ओके अन्यप्रश्नः अस्ति वा महोदय एकः प्रश्नः अस्ति हा ऐ वाज़् वेटिङ्ग् हा वदतु अत्र सर्वे वर्णाः एकवारम् आगच्छति परन्तु ह वर्ण द्विवारम् आगच्छति सत्यं ओके सो हल् आवश्यकमस्ति अनन्तरं हकारस्य द्विवारम् आगच्छति यदा वयं प्रत्याहारनिर्माणं कुर्मः तदा वयं प्रथमहकारः एव स्वीकुर्मः ओके कारणं प्रत्याहार इत्युक्ते वर्णानां समूहः यदा अहं द्वितीयहकारः स्वीकृत्य अत्र हल् इति अहं वदामि चेत् तत्र समूहः एव नास्ति केवलं ह अस्ति परन्तु अनन्तरं सूत्रम् आगच्छति यत्र एतस्य हकारस्य उपयोगं भवति ओके तत्तु अनन्तरं वयं पश्यामः किञ्चित् पेशन्स् ओके अस्तु ओके अन्य किम् अस्ति अत्र प्रत्याहारविषये सर्वम् इदानीं स्पष्टम् प्रश्नः अस्ति वा ओके इदानीं भागीरथी भवती पठति अवधेयं स्वराः अ इ ऊर् येषु प्रत्येकम् अष्टादशानां वर्णानां प्रतिनिधिः ह्रस्वः दीर्घः प्लुतः उदात्तः अदुदात्तः स्वरितः अनुनासिकः अनुनासिकः च अनुनासिकः च अनुनासिकः अननुनासिकः अनुनासिकः अनुनासिकः अननुनासिकः यथा अनुनासिक उदात्त ह्रस्व अकारः अननुनासिक उदात्त ह्रस्व इकारः अनुनासिक अनुदात्त ह्रस्व उकारः अननुनासिक अनुदात्त ह्रस्व ऋकारः ह्रस्व ऋकारः तदा पुनः अनुनासिक स्वरित ह्रस्व अकारः इत्यादीनि रूपाणि लृ भवती पठामि वा अग्रे लृ अयं द्वादशानां प्रतिनिधिः यतः अस्य वर्णस्य दीर्घरूपं नास्ति ए ओ ऐ ओ औ ये औ औ एषु प्रत्येकं द्वादशानां वर्णानां प्रतिनिधिः यतः येषां ह्रस्वरूपं नास्ति व्यञ्जनानि उच्चारणार्थं सर्वेषु एव हल् वर्णेषु उकारः योजितः वर्तते माहेश्वरसूत्रेषु वस्तुतः य इत्युक्ते ईये भ इत्युक्ते इब् एवं च सर्वे हल् वर्णाः तथा उच्चारणयोजितम् अकारयोजितमस्ति ओके तस्मिन् विषये अनन्तरं पश्यामः गत अवसरे वयम् एतत्तु बहु स्पष्टतया दृष्टवन्तः अकारविषये तद् अवगतं वा न एकवारं पुनः वदतु भगिनि एकवारं पुनः वदतु ओके किं वदामि वदतु का वदति अत्र अहम् उदात्त अनुदात्तविषये तु न वक्तुं शक्नोमि ओके एकनिमिषं हा अत्र ओके इदानीं केवलम् अकारविषये पश्यामः एतत् अहं दर्शितवती गत अवसरे अकारविषये पश्यामः चेत् अत्र किं किम् अस्ति आ त्रिधा भेदत्रयमस्ति न केवलम् अकारविषये अहम् अत्र दर्शयामि सर्वम् आ अस्ति परन्तु एतत् अस्ति उदात्त उदात्त चिह्नं नास्ति अत्र अनुदात्त अत्र चिह्नम् अस्ति अनुदात्त अनन्तरं स्वरित अत्र चिह्नम् अस्ति स्वरित ओ यावत्पर्यन्तम् अवगतम् अकारस्य उदात्त अनुदात्त स्वरित उदात्त तत्र किमपि चिह्नं नास्ति अनुदात्त अधः चिह्नम् अस्ति स्वरित उपरि चिह्नम् अस्ति ओके भेदत्रयं वयं दृष्टवन्तः एतस्य एव पुनः अस्ति अनुनासिक उदात्त तत्र अहं कथं लिखामि एवं लिखामि अनुनासिक उदात्त अनुनासिक अनुदात्त अनुनासिक स्वरित यावत्पर्यन्तम् अवगतम् आं भगिनि अनुनासिकस्वरित इदानीं टोटल् कुर्वन्तु कति भेदाः वयं दृष्टवन्तः षट् षट् ओके अनुनासिकत्रयः अननुनासिकत्रयः ओके यावत्पर्यन्तम् अवगतं सर्वे प्रश्नाः सन्ति कोऽपि किमपि प्रष्टुमिच्छति भगिनी? अनुनासिक अनुनास अनुनासिक चन्द्रबिन्दु सहितं सहितं द अदर् वन् इस् अनुनासिक अननुनासिक थर्ड् वन् इस् अनुनासिक उदात्त उदात्त ओके ओके पश्यतु हा एतदस्ति उदात्त उपरि उदात्त परन्तु एतत् निरनुनासिकः अथवा अननुनासिकः यत्किमपि वदतु अनुनासिकचिह्नं नास्ति तत्र अत्र अस्ति पुनः उदात्त परन्तु अत्र चिह्नम् अस्ति अनुनासिकचिह्नम् अस्ति अत्र ओके अतः भेदद्वयं वयं पश्यामः तदेव अनुदात्त विना अनुनासिकं चिह्नं अत्र अनुनासिकचिह्नसहितम् ओके स्वरित अपि तदेव अनुनासिकचिह्नं नास्ति अतः अननुनासिकः अथवा निरनुनासिकः इति वक्तुं शक्नुमः अत्र अनुनासिकचिह्नम् अस्ति अत्र अतः एतदस्ति अनुनासिक स्वरित अकार ओके इदानीं केवलं ह्रस्व अकारस्य वयं षट् भेदाः दृष्टवन्तः ओके ह्रस्व अकार एवमेव वयं दीर्घ अकारस्य अपि कर्तुं शक्नुमः ओके आ तदनन्तरं प्लुत अपि वयं पठितवन्तः तृतीयभेदः प्लुतः आ इति लिखित्वा वयं त्रि इति अपि लिखामः अतः इदानीं पश्यन्तु आ ह्रस्व आ दीर्घ आ प्लुतः सर्वत्र त्रयः त्रयः उदात्त अनुदात्त स्वरित आननुनासिक उदात्त अनुदात्त स्वरित अनुनासिक इत्युक्ते षड्भेदाः प्रति अकारस्य भवति आहत्य कति भवति मेत्स् कुर्वन्तु गणनं गणितम् अष्टादश अष्टादशभेदाः अन्य किमपि भाषायाम् अष्टादशभेदाः केवलम् अकारस्य मिलति वा न न अथवा अस्माकं भाषायां संस्कृतभाषायां वेरि मैन्यूट्लि दे हव् स्टडीड् एवं वयं वक्तुं शक्नुमः बहु सूक्ष्मतया पठनं निरीक्षणं कृतमस्ति एतत्तु केवलम् अकारस्य तदनन्तरम् अस्माकं कुत्र गतं माहेश्वरसूत्रं कुत्र गतं इदानीं पश्यन्तु अत्र आ इ उ ऋ चत्वारः वर्णाः सन्ति स्वराः तत्र अकारस्य ह्रस्व दीर्घ प्लुत त्रयमपि अस्ति इकारस्यापि तदेव उकारस्यापि तदेव ऋकारस्यापि तदेव ओके एतत् वयं निर्णयं कृतवन्तः दृष्टवन्तः ओके इदानीम् अत्र पश्यन्तु स्वराः इति लिखितमस्ति अ इ ऊर् एतेषु प्रत्येकम् अष्टादशानां वर्णानां प्रतिनिधिः किमर्थम् एकं तु अस्ति ह्रस्वदीर्घप्लुत पश्यन्तु अत्र ह्रस्वदीर्घप्लुत आगतं न अत्र ह्रस्व दीर्घ दीर्घ प्लुत प्लुत एवं वेदत्रयं वयं दृष्टवन्तः. तदेव इकारस्यापि अस्ति. इकारस्यापि ह्रस्वदीर्घप्लुत अस्ति. उकारस्यापि ह्रस्वदीर्घप्लुत अस्ति. ओके. ऋकारस्यापि ह्रस्वदीर्घप्लुत अस्ति. ओके. यावत्पर्यन्तम् अवगतम्? अवगतं भगिनि. अवगतं भगिनि. अनन्तरं प्रत्येकस्य ह्रस्वस्य उदात्त अनुदात्त स्वरित, दीर्घस्य उदात्त अनुदात्त स्वरित, प्लुतस्य उदात्त अनुदात्त स्वरित. ओके. तदस्ति आनुनासिक. तदनन्तरं ह्रस्वं स्वीकुर्मः चेत्, अनुनासिक स्वीकुर्मः चेत् तत्रापि वयं किं पश्यामः? पश्यामः चेत् पुनः उदात्त अनुदात्त स्वरित भेदत्रयं प्राप्नुमः. ओके. तदनन्तरं दीर्घस्य स्वीकुर्मः चेत् पुनः अनुनासिकस्य भेदत्रयम् अननुनासिकस्य भेदत्रयं षड् भेदाः सन्ति. ओके. एवं वयं गणनां कुर्मः चेत् 3 + 6 + 6 + 6 = 18. अत्र अष्टादशभेदाः वयं प्राप्नुमः अकार इकार उकार ऋकारयो ओके. यावत्पर्यन्तम् अवगतम्? कष्टमस्ति? भ्रमः अस्ति? अनन्तरं किं लिखितमस्ति एतत् पश्यन्तु. ल एतस्य द्वादशभेदाः किमर्थं? कः वा का वदति एतस्मिन् विषये? तत्र दीर्घरूपं नास्ति इति कारणात् दीर्घरूपं नास्ति. ओके. अतः लुकारस्य केवलं ह्रस्वं ह्रस्वरूपं प्लुतरूपम् अस्ति. ओके. अनन्तरं कस्याः पर्यायः पश्यामि अत्र. विनबेन् अस्ति वा? आं भगिनि. हा. इदानीम् ए ओ ऐ औ अत्र किम् अस्ति स्पेशल्? अत्र अत्र द्वादश एषु प्रत्येकं तनं वर्णानां प्रतिनिधिः. ओके. किमर्थं केवलं द्वादश? यतः येषां ह्रस्वरूपं नास्ति. नास्ति. अतः ए केवलं दीर्घप्लुत, ओ केवलं दीर्घप्लुत, ऐ दीर्घप्लुत, औ दीर्घप्लुत, ह्रस्व नास्ति. ओके. अवगतं? सर्वे अवगतवन्तः अस्मिन् विषये? यत्र ह्रस्वः केवलं ह्रस्वः अस्ति, यत्र केवलं दीर्घः अस्ति, यत्र ह्रस्वदीर्घप्लुतः सर्वम् अस्ति. पश्यामि का वदति. विजया वदति वा? उर्मिला. आं भगिनि. वदतु कस्य कस्य भेदत्रयम् अस्ति, कस्य भेदद्वयम् अस्ति, ते के? अकारस्य ओके ह्रस्वः अष्टादशभेदाः सन्ति. दीर्घ ह्रस्वस्य अष्टादश, दीर्घस्य द्वादश. किञ्चित् सम्यक्तया अवगच्छतु. स्वराः वयं दृष्टवन्तः अच्वर्णाः, अच्वर्णाः स्वराः इति वयं ज्ञातवन्तः. तत्र ह्रस्व दीर्घ प्लुत इति वेदत्रयं केषां कृते अस्ति? ह्रस्व दीर्घ प्लुत अहं न जानामि प्रश्नम्. उर्मिला वदति. आम् आम् उर्मिला, के स्वराः वेदत्रयं दर्शयति इत्युक्ते ह्रस्व अपि अस्ति तत्र, दीर्घ अपि अस्ति तत्र, प्लुतः अपि अस्ति, के के? अ इ उ ऋ. अ इ उ ऋ इत्युक्ते वर्ण वर्णने चत्वारि वर्णा स्वराः. तत्र तु वयं त्रयमपि पश्यामः, वेदत्रयं वयं पश्यामः. तदनन्तरं केवलं ह्रस्वः प्लुतः कुत्र अस्ति, कस्मिन् स्वरे अस्ति? ह्रस्वः च ह्रस्वः प्लुतः दीर्घः नास्ति. लृ ए ओ ऐ औ शुद्धम्. पुनः भगिनि, केवलं ह्रस्व, केवलं ह्रस्व प्लुतः दीर्घः नास्ति. ओ दीर्घः नास्ति, रैट्. ए ओ ऐ औ मङ्गला भवती किं वदति? क्षम्यतां भगिनि, क्षम्यतां भगिनि, समय अभ्यास वर्गे सार्ध. हा हा ओके ओके, एतत् समाप्य अभ्यास अभ्यासं कुर्मः. ओके सर्वमङ्गला. लृ दीर्घरूपं नास्ति, ओन्लि ह्रस्व प्लुतमेव अस्ति. ह्रस्वः प्लुतः एव अस्ति, दीर्घः नास्ति. उर्मिला पश्यतु. आम् आम् आम् अहम् अवगतवती, इदानीम् अहम् अवगतवती. लृ मध्ये दीर्घः नास्ति, केवलं ह्रस्व प्लुतः सन्ति. भगिनि सरस्वती, बेसिक् क्वेश्चन् भगिनि, हौ टु प्रनौन्स् दट् लेटर् करेक्ट्लि? ओके, ल कथमस्ति? ग्लिसरिन् भवती कथं उच्चारणं करणीयं जानाति वा? ग्लिसरिन् तत्र ग्लिसरिन् तत्र ल कथं प्रनौन्स् कुर्मः? तदेव अत्रापि. ओके, ऋ अधिकं नास्ति तत्र. ओके पश्यतु एकनिमिषं, दर्शयामि. ओके मार्जयामि एतत् सर्वं. अहं चिन्तयामि सर्वे अवगतवन्तः इति. अत्र अस्माकं कृते किं किम् अस्ति? एकं तु अस्ति ल, इत्युक्ते लकार. अहं हलन्त ल स्वीकरोमि. अनन्तरम् अस्ति लकारस्य ऋकारस्य मेलनं. ओके, ओ एतत् सम्यक्तया न लिखितम्. ओके ओके ओके इदानीं मम हस्ते ल अस्ति हा अत्र ऋकारस्य मेलनं करोमि वयं जानीमः न कृष्णः यदा अहं लिखामि अत्र ककार ऋकारयोः मेलनेन कृ इति भवति कृष्णः शब्दे कृ इति वयं लिखामः अत्र लकार ऋकारयोः मेलनेन लकार ऋकारयोः मेलनेन लृ अत्र लृ इति वयम् उच्चारणं कुर्मः परन्तु अस्माकं हस्ते इतोपि एकः वर्णः अस्ति तदस्ति एतत् हा पश्यन्तु कथं लेखनं भवति एतस्य हा एतत् लकार ऋकारयोः मेलनं नास्ति एतत् सम्पूर्णतया स्टाण्डलोन् अस्ति ल ओके एतदपि वयं जानीमः न र रेफः अनन्तरं ऋ अत्र समस्या अस्मिन् भागे अस्ति दिस् वन् अण्ड् दिस् वन् ओके हा रेफस्य ऋकारस्य वाट् इस् इट् समानता अस्ति ऋकारस्य लकारस्य अपि सिमिलारिटि अस्ति ओके किमर्थम् अत्र ल यत् अस्ति तत्र लकारस्य एकः लघु अंशः अस्ति तदेव ऋकारे रेफस्य लघु अंशः अस्ति ओके परन्तु मेजर् पोर्शन् अकारस्य अस्ति अतः स्वरे गणनां कृतम् अस्ति हा स्वरविभागे गणनां कृतम् अस्ति एवम् अहं श्रुतवती कुत्र हा व्योमा किमपि कोर्स् कृतवती तत्र किं सौम्या भगिनी उक्तवती ओके तदेव अहम् अत्र अपि वदामि अवगतम् ऐ एम् नाट् द अथारिटि क्षमितं पुनः रेपस्य ऋकारस्य कृते पुनः एकवारं वदतु ओके हा लकार ऋकारयोः मेलनेन वयं लृ इति प्राप्नुमः हा ककार ऋकारयोः मेलनेन कृ इति प्राप्नुमः अतः अत्र किमस्ति व्यञ्जनं स्वरः हा अत्रापि व्यञ्जनं स्वरः ओके परन्तु लु यदस्ति ऋ यदस्ति एतत्तु स्वरे गणनां कृतम् अस्ति ओके किमर्थम् एतस्य उच्चारणे लकारस्य अंशः प्राप्नुमः ऋकारे रेफस्य अंशः प्राप्नुमः कारणं किञ्चित् अंशः लकारस्य अस्ति रेफस्य अस्ति अतः अत्र दट् इफेक्ट् इस् देर् परन्तु अकारस्य अधिकम् अस्ति हा अतः एतस्य गणनाम् एतस्य द्वयोः एतयोः द्वयोः गणनां स्वरे भवति ओके किञ्चित् किञ्चित् अवगतम् अवगतम् अत्र ऋ इति लिखितमस्ति उच्चारणं लुकार वा लुकारः वा न लुकार वा र यद् वयं वदामः हा एतत् र यद् वदामः तत्तु अस्ति रेफः सम्पूर्ण र इति वदामः अत्र वयं ऋ इति वदामः रेफस्य अंशः बहु न्यूनम् अस्ति ओके उच्चारणं लुकार वा ऋकार वा कुत्र ल विषये वा रेफविषये ऋषये स्वर स्वरस्य अन्ते वदामः तत्र लकार रेफ सोरि लकार ऋकारयोः मेलनेन लृ इति वयं वदामः ओके एतत्तु लृ नास्ति उच्चारणे लृ एव भवति ओके कश्चन कश्चन लोग उक्तमस्ति लुकारः लुकारः एव अस्ति इति अस्ति एव प्रादेशिकभिन्नता अस्ति एव केचन जनाः एतस्य उच्चारणं ऋ यदस्ति एतस्य उच्चारणं कुत्रचित् रु इति वदन्ति कुत्रचित् रि इति वदन्ति कुत्रचित् ऋ इति वदन्ति ओके प्रादेशिकभिन्नता तु अस्ति एव तदेव लु यदस्ति तत्र अपि लृ इति वदन्ति बहवः जनाः लृ इति वदन्ति परन्तु लृ इति वदामः चेत् एतत् अस्ति ओके दिस् इस् लृ एतत्तु लृ नास्ति एतत् भिन्न अक्षरमेव अस्ति ओके किञ्चित् समाधानमेव भविष्यति कारणं प्रादेशिकभिन्नता अस्ति अतः कष्टं भवति एक्सेप्ट् कर्तुम् ओके अन्य किमपि अस्ति वा अस्तु महोदय पुनः वदतु लैक् इन् तमिल् तमिळ् अण्ड् सौत् इण्डियन् लाङ्ग्वेजस् वि हाव् अनदर् लेटर् ल विच् इवन् इन् सान्स्क्रिट् वि हेड् दट् वित् एय्ट् लैक् स्लीपिङ्ग् एय्ट् कैण्ड् आफ् अ थिङ्ग् ल द ओल्ड् सान्स्क्रिट् ल सो दिस् ल इट्स् इन् बिट्वीन् ल ल इट्स् इन् बिट्वीन् Yeah, correct, correct. La is there, na, palam we say, na, in Tamil. So it is neither la, nor la. It's somewhere in between. There is third, another one. Agni mele, purahita iti avadatika. Okay, but agni mele iti asti. Tatra to la asti. Ashtaga atra. Hindi bhasha yam, la iti asti na. La api asti, la api asti. वयं वेदिकश्लोकानां श्लोकायां पश्यामः ओके श्लोकेषु क्षम्यतां वैदिकश्लोकेषु वयं लकारस्य दर्शनं कुर्मः ल अस्माकं पाणिनीयव्याकरणे केवलं ल अस्ति ल नास्ति ओके ल न स्वीकृतम् अस्ति इदानीं एतस्य विषयस्य क्षम्यता महोदय अत्र लृ द्वयमस्ति न अत्र एकः लृ स्वरे अन्ते अस्ति एकः लृ लकारस्य संयुक्ताक्षराणां सहितं लिखितं लृ अस्ति एतत्तु संयुक्ताक्षरमस्ति लकार ऋकारयोः actually it is not even sanskrit aksharam asti atra see vayam to kakara akara yoho melanena gunita aksharam kurmah kim ha kakara akara yoho melanena vayam ka likhamah ha yada a likhamah tada ka iti likhamah ha तदेव अत्र ऋ इति मेलनं कुर्मः चेत् ककार ऋकारयोः मेलनं कुर्मः चेत् कृ इति लिखामः गुणिताक्षरम् ओके संयुक्ताक्षरं किं संयुक्ताक्षरं व्यञ्जनद्वयस्य मेलनेन भवति यदा अहं ककार रेफस्य मेलनं करोमि चेत् ककार रेफस्य मेलनं करोमि चेत् तदा अहं कृ अत्र अकारः अपि योजयामि हा ओके अन्यथा उच्चारणे कष्टं भविष्यति अतः अहं क्र इति लिखामि अत्र ककार रेफ एतयोः मेलनेन संयुक्ताक्षरम् अनन्तरम् अकारः तदा तु मम उच्चारणार्थं सुलभं भवति ओके अत्र वर्णत्रयम् अस्ति अत्र वर्णद्वयम् अस्ति परन्तु एतत् गुणिताक्षरम् इति उच्यते अत्र तु संयुक्ताक्षरम् इति उच्यते अवगतम् अवगतम् अत्र लृ स्वरे स्वरस्य अन्ते अस्ति स्वरः स्वतन्त्रतया उच्चारणार्थं व्यञ्जन सहायं नास्ति परन्तु ऋकारविषये लकारः व्यञ्जनमस्ति न स्वतन्त्रतया स्वरः नास्ति न अत्र यदा भवान् सौम्या भगिन्याः यूट्यूब् मध्ये पश्यति चेत् सा साक्षात् वदति अत्र अंशः तु अस्ति एव लकारस्य अंशः अत्र अस्ति रेफस्य अंशः अत्र अस्ति अतः एव किञ्चित् तस्य उच्चारणं वयं शृणुमः ओके परन्तु अधिकतया शी सेड् 60-80% अकारस्य उच्चारणम् अस्ति बहु न्यून अंशः रेफस्य लकारस्य अस्ति अतः एतस्य गणना स्वरे कृतम् अस्ति कारणं स्वरस्य अंशः अधिकम् अस्ति इति ओके ऐ डोण्ट् हाव् अ जस्टिफिकेशन् फार् दिस् कारणम् अहं तु केवलं अहं पठामि तदेव अहं वदामि स्पष्टं महोदय स्पष्टं स्पष्टं क्षम्यतां क्षम्यतां न एतत्तु भ्रमः भवति एव सर्वत्र एतत् प्रश्नं तु उदेति परन्तु यस्मिन् समये पृष्टम् आसीत् तस्मिन् समये अहं वर्गे आसम् अतः एतत् ज्ञानं प्राप्तवती किञ्चित् तदेव अहम् अत्र अपि उक्तवती ओके अधिकं तु अहं न जानामि इवन् एक्स्पर्ट्स् केनाट् प्रनौन्स् ऋ एण्ड् ल वेरि करेक्ट्लि ओके ओके अरे ओन्लि वन् आस्पेक्ट् इस् रिमेनिङ्ग् का समापयामः वा एतत् यावत्पर्यन्तं स्वरविषये वयं चिन्तनं कृतवन्तः इदानीं व्यञ्जनविषये किम् अस्ति वयम् उच्चारणं कुर्मः ह य व र ल ञ म ङ ण न सर्वत्र वयं किं योजयामः उच्चारणसमये सा वदति कः वदति संगीता श्रीनिवासन् नूतननाम ओके संगीता श्रीनिवासन् कस्य योजनं कुर्मः उत्तरं नास्ति ओके राजानन् राजु आं महोदय अकारः योजयाम अन्ते अकारं योजयामः ओके बहु सम्यक् राजानन् वा रजनन् कथं उच्चारणं करणीयं भवतः नाम राजानन् राजु राजानन् राजु ओके धन्यवादः इदानीं किं लिखितमस्ति उच्चारणार्थं सर्वत्र अकारस्य योजनम् अस्ति परन्तु एक अकारस्य किं कर्तव्यं हा महोदय राजानन् राजु उच्चारणार्थं महोदय अन्यथा उच्चारणं न कर्तुं शक्नुमः अकारः नास्ति चेत् उच्चारणार्थं क्लेशं भवति ओके अतः अकारस्य गणनां कुर्मः वा न कुर्मः महोदय गणनं कुर्मः। हा एकनिमिषं, हा अत्र पश्यतु, ह सम्पूर्णं लिखितम् अस्ति, य सम्पूर्णं लिखितम् अस्ति, व सम्पूर्णं लिखितम् अस्ति। एवं वयं लिखामः चेत् हकार अकारयोः मेलनानन्तरमेव एवं लिखितुं शक्नुमः। आम् आं महोदय। अतः परन्तु अधः किं लिखितम् अस्ति, हा अकारः केवलम् उच्चारणार्थं योजितम् अस्ति। एतस्य अर्थं किम्? तस्य गणनां न कुर्मः। तस्य गणनां न कुर्मः, अतः अकारः केवलम् उच्चारणार्थं, परन्तु यदा वयं लिखामः, हा गणनां कुर्मः यदा, ओके, जश् इति प्रत्याहारः अस्ति, ओके, हा राजुमहोदय, जश् इति प्रत्याहारे हा जकार अकारयोः मेलनम् अस्ति, बकार अकारयोः मेलनम् अस्ति, गकार अकार, दकार अकार, दकार अकार, सर्वत्र अकारः अस्ति, परन्तु वयं किं किं स्वीकुर्मः जश् प्रत्याहारे? जब गदस शकारः एतत्तु न स्वीकुर्मः, इति संज्ञा अस्ति, केवलं जकारः अकारः न स्वीकुर्मः। अनन्तरं बविषये बकारः, हलन्तबकार, हलन्तबकार, ग गकारः, डकारः, डकारः इत्युक्ते हलन्त ज, हलन्त ब, हलन्त ग, हलन्त ड, हलन्त द, हा अकारः स्वीकुर्मः न, कदापि न, ओके, परन्तु उच्चारणसमये वयम् अकारं योजयित्वा उच्चारणं कुर्मः, अन्यथा उच्चारणार्थं क्लिष्टं भविष्यति, ओके, एतदेव अत्र लिखितम् अस्ति, ओके, यावत्पर्यन्तम् अवगतम्? आं भगिनि, किमपि प्रश्नम् अस्ति? प्रश्नमस्ति, समस्या अस्ति, पृच्छन्तु इदानीम्। अन्यथा पूर्णिमा, कन्नम्मा, सर्वे अभ्यासं न कृतं वदिष्यन्ति। अग्रे अहं गच्छामि इदानीम् अभ्यास करपत्रे, ओके, हा भगिनी, लेखनसमये अपि पूर्णमेव लिखामः न, तत्र तु जबगण दश, तर्हि अकारः तु स्वीकुर्मः एव न, वयं लिखामः सर्वे कुर्मः, ओके, कथमस्ति पश्यतु, यदा वयं लिखामः तदा अकारसहितमेव लिखामः, हा किमर्थं? कारणं तत् सर्वत्र वयं हलन्त हलन्त स्थापितं कृत्वा लिखामः चेत् उच्चारणमेव न भविष्यति, हा अतः पाणिनी स्वयं वदति, हा अकारम् अहं तु स्थापितवान्, परन्तु तस्य गणनां न कर्तव्यम् इति, ओके, अस्तु अस्तु, उच्चारणार्थं सर्वेषु एव हल् वर्णेषु अकारः योजितः वर्तते, माहेश्वरसूत्रेषु य वस्तुतः य इत्युक्ते केवलं यकार हलन्तय, ब इत्युक्ते केवलं बकार हलन्त ब, एवमेव सर्वत्र वर् व्यञ्जनानां कृते, ओके, स्पष्टम् इदानीम्? आं भगिनि, ओके, इदानीं वयम् अत्र गच्छामः, कुतः पर्यन्तं कृतवन्तः? कोऽपि जानाति वा कुत्र वयं स्थगितवन्तः? अहं चिन्तयामि कुत्र नी इति कुत्रापि अहं नोट् कृतवती 25 पर्यन्तम् इति अहं चिन्तयामि 23 परन्तु अत्र तु गणनमेव क्रमाङ्कः एव नास्ति अतः किञ्चित् क्लिष्टं भवति हा नी ओके इदानीं जृ इति कर्तव्यं न आं भगिनि नी समाप्तं न आं भगिनि नी समाप्तं नी समाप्तम् अहं रूपके एव एक शङ्का प्रदर्शितं जृ किमर्थं झर्णा भवति जृ भवति एकनिमिषं हा तत्र हा जीर्यति इति अस्ति न अन्तिमरूपं जीर्यति ओके का प्रश्नं पृष्टवती पूर्णिमा वा अहमेव भगिनि ओके भवती जर्नाकितं भवति जीर्कित हा तत्र तु अन्यसूत्रम् आगच्छति हा अत्र किमस्ति एकनिमिषं हा अस्माकं इदानीम् अस्माकं हस्ते जृ इति अस्ति हा दीर्घमस्ति एतस्य रूपं वयं किं पश्यामः जीर्यति न जीर्यति ओके जीर्यति अत्र पूर्णिमा हा अस्माकं ध्यानं अत्र गच्छति जीर्य हा यावत्पर्यन्तमेव अस्माकं ध्यानं गच्छति किमर्थं ति यदस्ति एतत्तु किं प्रत्ययः अस्ति एतस्य निष्कासनं कुर्मः चेत् वयं किं प्राप्नुमः विकरणप्रत्ययविषये किञ्चित् अधिकं ज्ञानं प्राप्नुमः ओके अत्र जीर् जीर् अधिकं य अस्ति ओके य विकरणप्रत्यय कस्मिन् गणे आगच्छति दिवादिगणे पूर्णिमा पूर्णिमा हा तस्याः समस्या अस्ति न ओय् पूर्णिमा हा तस्याः ध्वनिगता आं भगिनि किञ्चित् विलम्बः भवति हा चलति ओके इदानीं यदा अहम् एतस्य विभजनं करोमि जीर्य एतस्य विभजनं करोमि चेत् किं प्राप्नोमि जीर् इति एकं भागम् अन्यभागं य ति तु अहं निष्कासितवती किमर्थं तिङ्प्रत्ययस्य आवश्यकता नास्ति हा अतः तिङ्प्रत्ययः अहं निष्कासयामि य इति प्रत्ययः कस्मिन् गणे आगच्छति पूर्णिमा अस्ति वा न ओ ओके अन्य कोऽपि वदतु चतुर्थगणे हा चतुर्थगणे हा दिवादिगणे गणे अस्ति हा एतस्मिन् विषये जृ एतस्य जीर् कथं भवति तस्मिन् विषये इदानीम् अस्माकं ज्ञानं नास्ति ओके अतः तदपि वयं पार्श्वे स्थापयामः, केवलं य विषये चिन्तयामः तदा वयम् उत्तरं प्राप्नुमः. य इति द्विवादिगणीय विकरणप्रत्ययः अस्ति, अतः जी जृ धातु द्विवादिगणीय धातु. ओके, समाधानं किञ्चित्. हा, ओके, अग्रे कः वा का वदति? विनाबेन गत, विनाबेन. आं भगिनि. मा इति अस्ति, एतस्य करोतु. मा, मा मायते, मा मायते. हा, ओके, इदानीं गणस्य निर्णयं करोतु कथम्. चतुर्थगणः. हा, किमर्थं स्पष्टीकरणं करोतु. केवलम् उत्तरं ददाति चेत् अहं न स्वीकरिष्यामि. हा, य अय प्रत्यय. कुत्र अस्ति य प्रत्यय? विभजनं करोतु सम्यक्तया. मायते. हा, मायते, ओके. हा, ते किम् अस्ति? ते तिङ् प्रत्ययः. तिङ् प्रत्ययः अस्ति, अतः मम हस्ते किम् अवशिष्टं भवति तिङ् प्रत्ययः अहं निष्कासयामि चेत्? माय. माय, तत्र धातु किम्? मा धातु. मा, मा धातु. मा, अतः धातु अपि अहं पार्श्वे स्थापयामि. अवशिष्टं किम्? य. य, अतः य विकरणप्रत्ययः भवति. हा, ओके. आं भगिनि. किम् अवगतं वा न? हा, अवगतम्. मायते. हा, अत्र मम हस्ते मा इति एकम् अस्ति, य इति द्वितीयम् अस्ति. हा, अनन्तरं ते इति तृतीयम् अस्ति. ते अहं न स्वीकरोमि, कारणं तदस्ति तिङ् प्रत्ययः. मा अपि न स्वीकरोमि, कारणं तदस्ति धातु. अवशिष्टं किम्? य. हा, अतः वयं पठितवन्तः न, भागत्रयम् अस्ति सर्वत्र. एकं तु धातु, द्वितीयं तु विकरणप्रत्ययः, तृतीयं तु तिङ् प्रत्ययः. इदानीं विकरणप्रत्ययस्य आधारेण वयं गणनिर्णयं कुर्मः. गुड् मार्निङ्ग् तत्तं காத் கேட்கல அப்பாட்ட போய் குட் மார்னிங் அப்பா சொல்லு. எல்லாருக்கும் குட் மார்னிங் சொல்லிட்டு அப்போ சமஸ்தா எழுந்து. ஓகே, திவாதி கணேஷ் ஸ்தாபயாம. திவாதி கணேஷ் ஸ்தாபயாம. ஓகே, ஏவம் நிர்ணயம் கர்த்தவியம். ஹா, டைரக்ட் ந வக்தவியம். ஓகே, ஆம். ஓகே, விஜயா பவதி உத்தரம் ததாதி அக்ரிமம். ஹூ தத்து? उर्मिला. आं भगिनि. ओके, हू नाति. ति अति तिगन्त प्रत्यय. हू इस् हू धातु अस्ति. ना विकरणप्रत्यय अस्ति. क्रियादिगणे अस्ति. क्रियादिगणे नवमगणे आगच्छति. ओके, नवमगणे. स्पष्टम्? ओके, समयः जातः. गन्तुमिच्छन्ति चेत् शान्तिमन्त्रम् उक्त्वा गच्छामः, अन्यथा किञ्चित् समयम्. अरे चाट् मध्ये किमपि स्थापयति चेत् अहं पठितुमेव न शक्नोमि हा ओके राजु हा राजानन् राजु अस्ति वा गतवान् वा आं महोदय मम मम ईमेल् ऐ डि अस्ति अतः मम एतत् वर्गे योजयतु एकनिमिषं भवान् अरविन्द नो अरविन्दो पड्यात् महोदयस्य ईमेल् जानाति वा आम् आं जानामि तं लिखतु तम् ईमेल् प्रेषयतु हा कारणं गूगल् ग्रूप् मध्ये स्थापनं सः करोति अहं तु कर्तुं न शक्नोमि मम अधिकारः एव नास्ति ओके ओके अतः तम् ईमेल् प्रेषयतु अथवा वाट्सप् अपि प्रेषयतु भवान् कोऽपि गण पी वि सेशन् ऐ डोण्ट् नो इन् विच् एवर् सेशन् भवान् अस्ति वा आं महोदय अहं सेशन् 9 वर्गे आसम् ओके ओके अस्मिन् वर्गे भवतः किं मम नूतन आगमः नूतन अस्मिन् वर्गे नूतनः अस्ति परन्तु भवान् पूर्वमपि अन्य किमपि वर्गे आसीत् न आम् आम् कस्य आगस्ट् मासस्य वा जनवरि जनवरि मासस्य जनवरि मासस्य अतः आगस्ट् मासस्य वर्गे आगन्तुम् इच्छति चेत् महोदयम् अरविन्द महोदयम् ईमेल् प्रेषयतु हा सः भवतः आगस्ट् मासस्य यस्मिन् अपि सेशन् भवान् स्वीकर्तुम् इच्छति तस्मिन् गणे भवतः नाम योजनं करिष्यति ओके आं धन्यवादः महोदय तथैव करिष्यामि हा अद्य एव करोतु हा कारणम् अहं वर्गानन्तरं रेकार्डिङ्ग् प्रेषयिष्यामि ओके ईमेल् द्वारा हा अतः अद्य एव भवान् प्रेषयतु तदा भवतः रेकार्डिङ्ग् अपि स्वीकर्तुं समस्या न भविष्यति ओके इदानीम् किं करोमि शान्तिमन्त्रं वदामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते नो प्रयादि एतत् वयं कृतवन्तः अग्रे कोऽपि कर्तुम् इच्छति वा अग्रिम अवसरे कुर्मः बहवः सन्ति हा अशीतिः सन्ति अग्रिमावसरे कुर्मः कुर्मः कृतवन्तः एकमेकं पृच्छतु होम्वर्क् रीत्या कृतवन्तः गृहकार्यं रीत्या that is a good idea maybe we will do for 10 each or 5 each or next time kinchit shigram arambham kurma kandama dhanyavadah bhavati to smaran smaranam krutavati parantu chintama